श्री भगवान उवाच अशोच्यानन्न शोचस्त्वं प्रज्ञावानं च भाषसे गताशु न गताशुंश नानुशोचन्ति पण्डितः न त्वेवाहं जातु नाशं न त्वं मे मे जनाधिपः न चैव नाभविष्यामः सर्वे वयमतः परम् देहि नोऽस्मिन्यथा देहे कौमारं यौवनं जरा तथा देहान्तरा प्राप्ति धीरस्तत्र न मुह्यति मात्रस्पर्शास्तु कौन्तेय शीतोष्ण सुख दुःखदः आगमापायिनो नित्यः तां स्थिति च स्वभारत यं हि न व्यथयन्त्येते पुरुषं पुरुषश्चव समदुःख सुखं धीरं सोमृतात्काल कल्पते